गीता श्रीधर भगिनी आरम्भश्लोकं वदतु. आरम्भश्लोकं वदतु. सर्वेभ्यः नमस्कारः. अद्यतनव्याकरणविषये अस्तु वदतु भगिनि. अस्तु भगिनि. येनाक्षरसमां नायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. येन धौता गिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः. अज्ञानान्दस्य लोकस्य ज्ञानाञ्जनशलाकया चक्षुरुन्मीलितं येन तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. ॐ श्री गणेशाय नमः. ॐ श्री सरस्वत्यै नमः. ॐ श्री वाग्देव्यै नमः. श्रीगुरुभ्यो नमः. हरिः ओम्. गतवर्गस्य विषये अत्र किञ्चित् मया प्रेषितमेव. न अव्ययीभावात् न अव्ययीभावात् अतोम्त्वपञ्चम्याः इति एतत् विषये किञ्चित् क्लेशः आसीत् एव. अहं चिन्तयामि अतः एतत् विषये किञ्चित् पठेम. अस्तु भगिनि. इदानीमत्र गीता भगिनी भवती एव पठतु. आं भगिनि. न अव्ययीभावात् अथोम् त्वपञ्चम्याः. अदन्तात् अव्ययीभावात् सुप्रत्ययस्य लुक् न भवति, अपि तु पञ्चमीविभक्तिविहाय अन्यासु विभक्तिषु सुप्रत्ययस्य स्थाने अम् आदेशः विधीयते. सूत्रे निषेधः इति भागः अपि अस्ति येन अपि अस्ति येन सुपः लुक् निषिध्यते. विधिः इति भागः विधिः इति भागः अपि अस्ति येन अम् आदेशः विधीयते, परन्तु पञ्चमी विहाय. न अव्ययपदम् अव्ययीभावात् पञ्चम्यन्तम्, अतः पञ्चम्यन्तम् अम् प्रथमान्तम् तु अव्ययपदम्. अपञ्चम्याः षष्ठ्यन्तम् अनेकपदम् इदं सूत्रम्. अव्ययात् अप्सुपः इत्यस्मात् सूत्रात् अव्ययात् अपि आप्सुपः अव्ययात् आप्सुपः इत्यस्मात् सूत्रात् सुपः इत्यस्य अनुवृत्तिः. ण्यक्ष त्रियार्ष णितो यूनि लुगनिजो निजोः इत्यस्मात् सूत्रात् लुक् इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् अव्ययीभावात् अतः तु न सुपः लुक् अपञ्चम्याः अम् अपञ्चम्याः खलु. अत्र अनिल् महोदय न अव्ययीभावात् अतों त्व पञ्चम्याः इति क्लेशः आसीत् खलु गतवर्गे. किमर्थमत्र पञ्चमी विहाय इति आगच्छति? एतत् विषये एव इदानीं समासविषये एव गच्छेम. अदन्तात् अव्ययीभावात् अव्ययीभावम् इति सर्वे जानन्ति एव. यत्र कुत्रापि परिवर्तनं नास्ति तत् स्थाने एव अव्ययं भवति इति. अदन्तात् अत्येव अन्तिमवर्णः, अनन्तरम् अव्ययीभावात् सुप् प्रत्ययस्य सुप् इति सुज समौट षट्ठाभ्याभ्यस् एतत् एकविंशतिः अस्ति खलु. अत्र सुप् प्रत्ययस्य लुक् न भवति इति तत्र दत्तम्. अपि तु पञ्चमीविभक्तिं विहाय अन्यासु विभक्तिषु सुप्रत्ययस्य स्थाने अम् आदेशः विधीयते. एतत् विषये एव मया अत्र सूचितम्. उपादानमिति स्वीकृतवन्तः खलु. मया प्रेषितं खलु ग्रूप् मध्ये. इदानीं पठतु अत्र अनिल् महोदय एव पठतु विभक्ति पूर्णतया. ओके, अहम् उद्घाटनं करोमि. महालक्ष्मी पठतु. अत्र अस्ति. अस्तु पठतु. भवान् पठतु. अनिल् महोदय प्रथम उपनदं द्विवचनम् उपनदम् उपनदं द्वितीयापि उपनदम् उपनदम् उपनदं तृतीया उपनदम् उपनदेन उपनदम् उपनदाभ्याम् उपनदम् उपनदैः चतुर्थी अपि उपनदम् उपनदम् उपनदं पञ्चमी भिन्नम् अस्ति उपनदात् उपनदाभ्याम् उपनदेभ्यः षष्ठी अपि उपनदम् उपनदम् उपनदम् सप्तमी उपनदम् उपनदे उपनदं वा उपनदयोः उपनदं वा उपनदेषु सम्बोधने उपनदम् उपनदम् उपनदम् अत्र पश्यतु सर्वत्र समादेशः एव भवति. केवलं पञ्चमी भिन्नम् अस्ति. पञ्चमी विहाय एतत् सर्वाणि विषयाणि अत्र समासवर्गे एव पठितुं शक्यते. परन्तु अत्र क्लेशः आसीत् किमर्थम् अत्र पञ्चमी विहाय इति तत्र उदाहरणरूपेण उदाहरणं अवगतं महोदय. परन्तु कुत्र किं दशायाः एतत् अस्ति अहं न अवगच्छामि. अत्र एतदेव शास्त्रीयरीत्या अत्र दत्तं पञ्चमी उपनदात् इति भवति. एतत् सूत्रमस्ति खलु. एतत् शास्त्ररीत्या अत्र पञ्चमी विहाय तत्र दत्तमेव. अनन्तरं सर्वत्र अमादेशः भवति. अत्र नदम् इति कुत्र भवति? कुत्र भवति मम प्रश्नः अस्ति. कुत्र पञ्चम्यां भवति? उपनदात् इति भवति. सर्वत्र अमादेशः भवति. तृतीयविभक्ति स्वीकुर्मः चेत् अत्र मम प्रश्नः तु बहु बेसिक् अस्ति. सामान्यतः विभक्तिप्रयोगम् अस्ति. अत्र विभक्तिप्रयोगं विभक्तिप्रयोगम् एतत् सूत्रेण परिवर्तनम् अभवत्. न अव्ययभावात् अतोम् त्व पञ्चम्याः सर्वत्र अम् आदेशः भवति. पञ्चम्या न भवति इति एतत् सूत्रं चतुस्सहस्राणि सूत्राणि सन्ति खलु. अत्र एतत् सूत्रं तादृशं वदति. किं वदति? तत्र चिन्ता नास्ति महोदय. न अवैभावात् मम न अवगतम्. ऐ थिङ्क् अहं चिन्तयामि न अव्ययभावात् 2483 एकनिमिष. अत्र न अव्ययभावात् न अव्ययम् अव्ययभावात् इति पञ्चमी एकवचनं. अतः पञ्चमी एकवचनं अं प्रथम एकवचनं तु अव्ययम् अपञ्चम्याः षष्ठी एकवचनं. अत्र काशिकायां पठतु. पूर्वेण लुक् प्राप्तः प्रतिषिध्यते. प्रतिषिध्यते पूर्वं लुक् प्राप्तः तत् तु प्रतिषिध्यते इदानीम् अदन्त अग्निभावात् उत्तरस्य सुपः न लुक् भवति. सुपः न लुप् भवति. अमादेशस्तु तस्य सुपः भवति पञ्चम्याः. अत्र सुप् न लुक् भवति. इदानीम् अत्र अन्यसूत्रमपि अस्ति. किमस्ति? अव्ययात् 2482 एतदपि पश्येम. अत्र उपनद पदे उप इति उपसर्गम् उप इति उपसर्गं नदम् इति अत्र सर्वदा सरितः सर्वदा स्त्रीलिङ्गमेव भवति, परन्तु ब्रह्मपुत्र अन्य सरित् अपि अस्ति, तत् तु नदम् इति पुल्लिङ्गपदं स्वीकृतं नदः इति उपनदम् इति सरितस्य समीपम् इति इदानीम् अत्र उपनदपदे अवैभाव अस्ति वा? अव्ययीभाव अस्ति इति तत्र दत्तं खलु, उप इति अव्ययीभावम्, उप इति उपसर्गम् अस्ति, अनन्तरम् इदानीम् अत्र उपकृष्णम् इति अस्ति, उपकृष्णम् अस्ति चेत् कृष्णस्य समीपे इति अर्थे आगच्छति, एतत् किञ्चित् प्रादयः, किञ्चित् उपसर्गः अव्ययीभावात्. अदि अपि आगच्छति, अदि इति कृष्णः अतिशेते इति आगच्छति वैकुण्ठे, अदि इति पदम् अत्र अव्ययीभावः अस्ति, कालक्रमेण एव एतत् अस्माकम् अस्ति आगच्छति महोदय, कालक्रमेणैव एतत् अदि अपि उपसर्गम् इति वयं स्वीकुर्मः, परन्तु अदि अपि अव्ययीभावः स्वीकृतम्. इदानीम् उप अपि इदानीम् एतत् अव्ययात् आप् सुपः इति अस्ति खलु, एतत् पङ्क्तिः पठतु. अव्ययात् परस्य आप् प्रत्ययानां सुप् प्रत्ययानां च लुक् भवति. इदानीम् अत्र न अव्ययभावात् अत्र सुप् सुप् सुप् न लुक् भवति, न लुक् भवति, अतः एव अत्र आमामाम् अत्र उपनदं भवतु. सो एट् दट् हा न अविभावात् अम् अत् अम् अत्र अत् अम् किं दर्शयति महोदय? न अविभावात् अत्र अतः न अव्ययीभावात् अतः इति अस्ति अत्र. अतः इत्युक्ते अकारस्य पञ्चमी एकवचनम् अत्र परकार्यमस्ति, परकार्यमस्ति. अनन्तरम् अम् भावः प्रथम एकवचनम् अतः एव आदेशः भवति. अस्तु अवगतं, पञ्चमी विहाय सर्वत्र अम् आदेशः अस्ति, अम् आदेशः भवति, अतः एव मया एतत् उदाहरणरूपेण स्वीकृतं. अस्तु अस्तु महोदय अवगतं, तावदेव खलु. आमाम् हरि ओं भगिनि. हा वदतु. अत्र मकार अव्ययभावे मकारम् आगच्छति चेत् ईदृशं भवति वा? उपनदम् उपकृष्णं तत्रापि ईदृशं भवति वा? पञ्चमी उपकृष्णे पञ्चमी सर्वत्र न भवति, न अव्ययभावात् अतो सर्वत्र न भवति. अस्तु भगिनी, धन्यवादः. यत्र एतत् सूत्रविषये वयं द्रष्टुं शक्यते तत् स्थाने एव. इदानीमत्र एतत् विषये इदानीं वयं दृष्टवन्तः, न अव्ययभावात् अतोम्य अतोम् त्व तु पञ्चम्यः अपञ्चम्यः, अत्र तु न सुत् सुत् विषये एव नपुंसकस्य सि इति भवति, वाचन्तस्य अपि दृष्टवन्तः, तेरपि च इत्यनेन सि एव भवति मध्यमपुरुषः भवति, तीतः अन्ति सीतः तत् स्थाने सेरिपिचे इत्यनेन हि आदेशः भवति, हि स्थाने वयं दृष्टवन्तः. इदानीम् अग्रे जषि अपि वयं दृष्टवन्तः खलु. अत्र क्लेशः अस्ति वा? जषः इति सु औजस् अम् औतिष्ठस् तत् स्थाने एव अत्र श्री आदेशः भवति. एतत्तु नपुंसकलिङ्गे भवति इति वयं दृष्टवन्तः. इदानीम् अत्र इदानीमत्र अञ्जना पठितुं शक्यते वा? पठतु. मध्ये अपवादाः न अपवादाः मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इति परिभाषा. अन्यया परिभाषया सूत्रपाठे सामान्यशास्त्रमध्ये पठितानि विशेषसूत्राणि अपवादसूत्राणि स्वापेक्षया पूर्वाणि एव तानि बाधन्ते न तु पराणि इति परिभाषार्थः. मध्ये पठिताः अपवादाः पूर्वस्येव विधेहे बाधकाः भवन्ति. उत्तरस्य विधेहे बाधकाः न भवन्ति इत्यर्थः. वयं दृष्टवन्तः एतत् विषये. मध्ये अपवादः पूर्वान् विधीन् बाधन्ते न उत्तरान्. पूर्वपर कोऽपि वक्तुं शक्यते वा? पूर्वपर पूर्वपर नित्य अन्तरङ्ग अपवादानाम् उत्तर उत्तरो बलीयः इति परिभाषासूत्रम्. अत्र एतदेव मध्ये अपवादः पूर्वान् विधीन् बाधन्ते एव. पूर्वं बाधते अनन्तरं परकार्यं भवति. परं बाधिते अनन्तरं नित्यकार्यम् एतत् बलवत् भवति. नित्यात् अन्तरङ्गम् अन्तरङ्गात् अपवादानाम् अत्र मध्ये एव मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते एव न उत्तरान् इति परिभाषया वयं जानीमः एव. अत्र क्लेशः अस्ति वा एतत् विषये? पूर्वान् विधीन् एव बाधन्ते. पूर्व पर नित्य अन्तरङ्ग अपवादानाम् इति पूर्वम् एव बाधन्ते. परम् अत्र बलवत् भवति. अनन्तरं क्लेशः नास्ति. अनया परिभाषया सूत्रपाठे सामान्यशास्त्रमध्ये पठितानि विशेषसूत्राणि अपवादसूत्राणि वयं दृष्टवन्तः. आदुगुणकवृद्धिरेचि अनन्तरं किमस्ति लोपो व्योर्वलि एतत् सर्वाणि पठितवन्तः एव. अपवादसूत्राणि स्व अपेक्षया पूर्वाणि एव तानि बाधन्ते न तु पराणि इति परिभाषा अर्थः. मध्ये पाठिताः अपवादाः पूर्वस्येव विधेः बाधकाः भवन्ति. उत्तरस्य विधेः बाधकाः न भवन्ति इति वयं दृष्टवन्तः. एतत् परिभाषासूत्रं स्पष्टीकरणार्थम् अत्र एतत् पङ्क्तिः दत्तम्. इदानीम् उदाहरणानि इदानीमत्र गोदामल् पठितुं शक्यते वा? इदानीं इणो धातोः इण् आदेशः भवति अजादिप्रत्यये परे. इणः षट्यन्तम् यन् प्रथमान्तं द्विपदमिदं सूत्रम् अचि त्रुधातु ब्रुवां प्योवोरि प्यवोरि यङ् यङ्गुवाङ्गौ इत्यस्मात् अचि इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसह्यतसूत्रम् इणः अङ्गस्य यन् अचि यन्ति यन्तु आयान् इति एवं रूपाणि भवन्ति लटि लोटि लङ्गि च प्रथमपुरुषे बहुवचने अत्र इणो यन् इणो यन् अत्र 6481 पश्येम इणो यन् किं वदति शान्तासुब्रह्मण्यं पठतु शान्ता अस्ति वा महालक्ष्मी सुप्रभातं माता नमस्कारः इन् धातोः अङ्गस्य अचुवर्णेः परे यनादेशः भवति इन् वर्णः इ ऊरु नकारः इन् इ ऊरु ऐन ऋलुक् एवङ् अत्र इन् धातोः धातुः अत्र इन् अस्ति चेत् अङ्गस्य अचुवर्णः परे अस्ति चेत् यनादेशः यन् ह य व ह य ह त्यक्तव्यं ह य व र ल हैवरट् लन् लन् पर्यन्तं यन् भवति सर्वे जानन्ति एव खलु प्रत्याहारः इदानीम् इदानीम् अत्र अचिष्णुधातु ब्रुवाङ् युवोर् इयङ् उवङ्गौ इति अस्ति एतत् कण्ठस्थीकरणमेव बहु क्लिष्टकरमस्ति एतत् सूत्रम् अचिष्णुधातु ब्रुवाङ् युवोर् इयङ् उवङ्गो अत्र चिह्नमस्ति ध्वनिमुद्राणि चिह्नमस्ति अत्र गच्छतु अनन्तरम् अत्र क्लिक् कर्तव्यं चेत् क्लिक् करोति चेत् अत्र अचिष्णु धातु ब्रुवोङ् ब्रुवां इयोर् इयङ् उवङ्गौ इति आगच्छति किञ्चित् प्रयत्नं करणीयमेव यः साधकः भवति कश्चित् यः साधकविषये कार्यं करोति अभ्यासं करोति प्रयत्नं करोति सः एव साधकः अतः अत्र किञ्चित् इनो यन् बहु सुलभतया वक्तुम् इच्छन्ति एव अत्र किमपि क्लेशः नास्ति एव इनो यन् तावदेव परन्तु अचिष्णु धातु ब्रुवाङ् युवोर् इयङ् उवङ्गौ धातुः स्नु धातुः ब्रू धातुः ब्रू धातुः ब्रुवामिति षष्टि बहुवचनमस्ति अचिष्णु धातु ब्रुवाङ् युवोर् युवोः इयङ् उवङ्गौ अचि परे अस्ति चेत् स्नु धातुः ब्रू धातुः अत्र क्रमेण इ अस्ति चेत् इयङ् उ अस्ति चेत् उवङ् तत्र सूत्रे एव उत्तरमस्ति ई स्थाने इयङ् उ स्थाने उवङ् अत्र किञ्चित् एव क्लेशः नास्ति इदानीम् इणो यन् अपि इन् स्थाने यन् आदेशः भवति अत्रैव उत्तरमस्ति कुत्र भवति अचीपरे अचीपरे एव अत्र निमित्तं भवति इदानीम् अत्र इन् धातोः विषये तत्र दत्तं यनादेशः कुत्र भवति इति अत्र महालक्ष्मी पठतु अस्ति वा अस्तु शान्ता एव पठतु अस्तु अनिल् महोदय पठतु इन् धातोः लट् लकारस्य प्रथमपुरुष बहुवचनप्रक्रियाः इयम् इ योगः लट् वर्तमाने लट् इति इ योगः जि इत्यस्य इत्येन प्रथमपुरुष बहुवचन प्रत्ययः ई योगं शप् योगः जि कर्तरि शप् इति शप् ई योगः जि अधिप्रतिभ्यः शप् इति शप् उतरणस्य लुक् ई योगः अन्ति न्योन्तः इति अन्त्यादेशः य योगः अन्ति यनो यन् इति यनादेशः भवति अतः यन्ति भवति योजनेन यन्ति भवति अत्र यन् इति धातु इ एव तिष्ठति नकारः केन सूत्रेण इति भवति हलन्त्यम् हा तावदेव हलन्तीम् इत्यनेन इति भवति तस्य लोपः इत्यनेन लोपः अपि भवति इदानीम् एतत् वर्तमाने लट् भवति अनन्तरं सिक् तस् जि इति प्रथमपुरुष बहुवचन प्रत्ययं जि अस्ति इदानीम् अत्र वर्तमाने लट् अस्ति अनन्तरं तिक् तस् जि इत्यनेन कर्तरि शप् अपि कार्यं करोति कर्तरि शप् इत्यनेन शप् मध्ये आ एव तिष्ठति इदानीम् अत्र अधिप्रभृतिभ्यः शपः एतत् अधिप्रभृतिभ्यः शपः कस्मिन् गणे भवति उत्तमम् उत्तमम् अदादिगणे दातु अतः तत्र अदादि जुहोत्यादि दिवादि तत्र अनन्तरं स्वादिगणे तत्र पृथक्तया अन्यविकरणप्रत्ययम् अस्ति एतत् कर्तरि शप् बाधित्वा एव भवति इदानीम् अधिप्रभृत्यभ्यः आगच्छति अधिप्रभृतिभ्यः शपः आगत्य अत्र कर्तरि शप् प्रबाद्य एव आगच्छति अतः तत्र कर्तरि शप् इत्यनेन अत्र शप् लुक् भवति इदानीम् अत्र जि स्थाने ज्योन्तः इति एकं सूत्रम् आयाति एतत् सूत्रेण जि स्थाने अन्त् आदेशः भवति जि एव अपगच्छति तत्र ई अस्ति अन्त् योग इ अन्ति इति भवति इदानीम् ईनो ईनः स्थाने यनादेशः भवति इकारस्य स्थाने किं भवति अत्र परिवर्तनं यकारः अतः तत्र यन्ति इति भवति तदेव अन्यसूत्रमपि अस्ति कोऽपि स्मरन्ति वा बहु सुलभतया हा उत्तमम् इकोयन्ति एव इकः स्थाने यनादेशः अस्तु इदानीमत्र इनो यन् वयं दृष्टवन्तः इनः अङ्गस्य यनादेशः अचि परतः अस्ति चेत् अत्र यन्ति इति वयं दृष्टवन्तः यन्तु इति लोट्लकारे आयन् इति भवति इदानीम् अचिष्णु धातु ब्रुवाङ् युवर् इयङ् इति सूत्रस्य इयङ् आदेशः अपवादः इनो यन् इति सूत्रमत्र इकारः अस्ति इयङ् किमर्थं न आयाति इत्युक्ते एतत् सूत्रं किम् अस्ति एतत् सूत्र पूर्वसूत्रं प्रबाद्य परसूत्रं बलवत् भवति इनो इन् एव कार्यं करोति एतत् 77 मध्ये अस्ति षष्ठमाध्याये चतुर्थपादे चतुस्सप्ततितमं सूत्रमस्ति सप्तसप्ततितमं सूत्रमस्ति इदानीम् अत्र एतत्तु 81 अस्ति एतत् परसूत्रं बलवत् भवति पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तर उत्तरौ बलीयः इदानीं प्रथमपङ्क्तिः एतदेव वयं दृष्टवन्तः मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते न उत्तरान् खलु पूर्वान् विधीन् एव अत्र किमस्ति बलवत् न भवति परसूत्रमेव बलवत् भवति अतः एव अचिष्णुधातु ब्रुवाङ् युवर् यङ्ग् इत्यनेन इत्यस्य अपवादसूत्रं किम् इनो यन् इदानीम् इन् धातुः यदा नुल् प्रत्ययः नुल् केन सूत्रेण भवति कोऽपि स्मरन्ति वा ल्युडन्तं कुत्र आगच्छति नुल् प्रत्ययः नायकः भवनमिति ल्युडन्तं नायकः इति अकः अत्रैव उत्तरमस्ति कोऽपि न स्मरन्ति वा अञ्जना शान्ता महालक्ष्मी सूत्रं किम् योरणाकौ इत्यनेन एव अकः अनादेशः भवति ल्युडन्तमस्ति चेत् भवनं भवति अनादेशः भवति नायकः इत्युक्ते नुल् आदेशः भवति एतत् किञ्चित् यत्र यत्र समयः भवति अत्र पठनीयमेव इदानीमत्र गीता भगिनी पठतु अस्तु भगिनि. नुल् प्रत्यये परे अचोनिति इति सूत्रमपि प्रसक्तमस्ति. ल्युट् प्रत्यये परे सार्वधातुक आर्धधातुकयोः इति सूत्रमपि प्रसक्तमस्ति. एतत् सूत्रद्वयमपि इनोयन् इत्यस्य अपेक्षया परसूत्रमस्ति. यथा यनो इनोयन् इति सूत्रम् अचि सुधातु ब्रुवां योरि युङ्वङ्गौ इति सूत्रस्य अपवादः, तथा अचोनिति सार्वधातुक आर्धधातुकयोः चेत् यन् यनयोः अपि अपवादः अस्ति वा इति प्रश्नः जायते. अग्रे अपि पठतु. यदि एवम् उच्यते यत् इनोयन् अचि सुधातु स्नुधातु ब्रुवाङ् युवोरि युवङ् युवङौ अचि ञितु अचि ञिति तथा च सार्वधातुक आर्धधातुकयोः, एकनिमिषं भगिनि, सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः एव स्यात्, किन्तु अचोनिति इति सूत्रं तु सार्वधातुक आर्धधातुकयोः इत्यस्य अपवादः इति कृत्वा तस्यैव कार्यं प्रथमतया स्यात् इति. अस्तु, अत्र पश्यतु, अचोयिन् इति एकं सूत्रम्. एतत् किं कार्यं भवति, कोऽपि वक्तुं शक्यते वा? मया बहुवारम् उक्तम् अचोयिन् इति विरुद्धिः भवति. अकारक ह्रस्व अकारकः अस्ति चेत् दीर्घ आकारकः भवति. किञ्चित् सूत्राणि मनसि स्थापनीयमेव. अचोयिन् इति सूत्रमपि प्रसक्तमस्ति अत्र नुल् प्रत्यये. ल्युट् प्रत्यये परे सार्वधातुक आर्धधातुकयोः इति सूत्रमपि प्रसक्तमस्ति. एतत् सूत्रद्वयमपि इनोयन् इत्यस्य अपेक्षया परसूत्रमस्ति. इनोयन् इति 6481, अचोयिन् इति सप्तम अध्याये. अनन्तरम् अत्र सार्वधातुक आर्धधातुकयोः सप्तमे अध्याये भवति, परसूत्रमस्ति. इनोयन् इति सूत्रस्य प्रसक्तिः भवति. परसूत्रम् अपेक्षया परसूत्रमस्ति, पूर्वपर इति अस्ति. यथा इनोयन् इति सूत्रम् अचिष्णुधातु ब्रुवङ् इयोर् इयङ् उवङ्गो इति सूत्रस्य इयङ् आदेशक अपवादः, तथा इदानीं वयं दृष्टवन्तः ई स्थाने इयङ् न आदेशक भवति. अचिष्णुधातु ब्रुवङ् इयोर् इयङ् उवङ्गो बाधित्वा एव अत्र इनोयन् इति कार्यं भवति इति वयं दृष्टवन्तः. इदानीम् अत्र अचोनिति परसूत्रमस्ति, सार्वधातुक अर्धधातुकयोः परसूत्रम् अस्ति. इदानीम् अत्र अपवादः अस्ति वा इति प्रश्नः अत्र जायते. परसूत्रमस्ति खलु, इनोयन् पूर्वसूत्रमस्ति. इदानीं यदि एवम् उच्यते यत् इनोयन् अचिष्णुधातु ब्रुवङ् इयोर् इयङ् उवङ्गौ इत्यनेन इनोयन् एव बलवत् भवति, पूर्वसूत्रमेव बलवत् भवति इति वयं दृष्टा. अचिष्णुधातु ब्रुवङ् इयोर् एतत् सूत्रं तु 6477 इनोयन् इति परसूत्रमस्ति, अतः बलवत् भवति इति वयं पूर्वं दृष्टवन्तः. इदानीमत्र अचोयिन् इति अनन्तरं सार्वधातुक अर्धधातुक सप्तमाध्याये अस्ति. इत्येतेषां सर्वेषां सूत्राणाम् अन्यत्र लब्ध अवकाशः अस्ति, अन्यत्र लब्ध अवकाशः अस्ति, अतः विप्रतिषेति परं कार्यम् इत्यनेन परसूत्रस्य कार्यं स्यात् इति. सो परसूत्रम् आयाति खलु, परसूत्रमस्ति खलु अत्र. एतत्तु अचोयिनिति सार्वधातुक अर्धधातुकयोः इति प्रश्नः अत्र उदेति. तर्हि सार्वधातुक अर्धधातुकयोः इति इत्यनेन गुणः एव स्यात्, किन्तु अचोयिनिति इति सूत्रं तु सार्वधातुक अर्धधातुकयोः इत्यस्य अपवादः. किमर्थं चेत् अत्र अचोनिति 115, सार्वधातुक अर्धधातुकयोः 84, अतः अचोनिति इति परसूत्रं बलवत् भवति इति, अपवादं भवति इति कृत्वा तस्यैव कार्यं प्रथमतया स्यात् इति. अतः परसूत्रविषये अत्र अचोयिनिति एव कार्यं कर्तुं शक्यते इति. इदानीम् अत्र इतोपि एतत् विषये अस्ति एव. महालक्ष्मी पठतु इदानीम्. आम् मातः, श्रूयते वा मात, श्रूयते वा? एवमुच्यते चेत् मध्ये मध्ये मध्येपवादाः पूर्वान् विधीन् बाधन्ते नोत्रान् नोत्तरान् इति परिभाषायाः आवश्यकता नास्ति इति वक्तुं शक्यते खलु इति प्रश्नाः उदेति. अस्य समाधानम् अस्य समाधानम् अस्ति यत् लक्षणप्रति प्रतिपदोक्तयोः प्रतिपदोक्तस्य इव ग्रहणम् इति परिभाषया प्रतिपदोक्तस्यैव ग्रहणं भवेत्. अस्याः परिभाषायाः अर्थः अस्ति यत् लक्षणस्य सूत्रस्य अपेक्षया प्रतिपदोक्तस्य ग्रहणं नाम बलवत्त्वम्. प्रतिपादोक्तयोः मध्ये साक्षादुच्चरी तत्त्वेन प्रतिपदोक्तस्य एव शीघ्रोपस्थितिः भवति. अतः यणो यण् इति सूत्रे यण् धातोः प्रतिपदोक्तत्वात् तस्य बलवत्त्वं स्यात् अन्येषां सूत्राणाम् अपेक्षया. एवं चेत् समस्या जायेत. अतः मध्येपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः बलेन निर्णयः शक्यते यत् प्रतिपदोक्तत्वं चेदपि पूर्वस्य विधीन् एव बाधते न तु उत्तरस्य इति. इतं पर्यन्तं यत् विषये दृष्टवन्तः तत् एव इदानीं स्पष्टीकरणार्थम् आगत्य कार्यं कृतम्. अत्र लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् बलवत् एव. किम् प्रतिपदोक्तम् इत्युक्ते किं? बलवत् तावदेव, बलवत्वं भवति इति परिभाषया. किं भवति अत्र? युनोयन् इति सूत्रं इन् धातोः प्रतिपदोक्तत्वात् तस्य बलवत्त्वं स्यात् अन्येषां सूत्राणाम् अपेक्षया. अत्र किम् उक्तम्? मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते, पूर्वान् विधीन् एव बाधन्ते न उत्तरान्. अतः पूर्वसूत्रम् एव अत्र निष्फलत्वं भवति, अन्य उत्तरसूत्रं बलवत् भवति. किमर्थं चेत् अपवादानां प्रतिपदोक्तत्वात् बलवत् भवति. प्रतिपदोक्तं किम् अस्ति चेत् बलम् एव. मनसि स्थापयतु, अहं पृच्छामि प्रतिपदोक्तत्वम् इत्युक्ते किं? बलवत्त्वम् इति वक्तव्यम्. अतः तत्र पूर्वस्य विधीन् एव बाधन्ते न उत्तरस्य. पूर्वं पुनरपि एतत् विषये अत्र आगत्य स्पष्टीकरणार्थम् आगत्य कार्यं करोति. इदानीमत्र मध्ये अपवादाः पूर्वान् विधीन् एव बाधन्ति न उत्तरान् इति परिभाषया अवगमनार्थं सूत्रक्रमः ज्ञातव्यः. इहो एनर्जि 6177 अचिष्णुधातु ब्रुवन् युवर् यङ् ओङ् इति एतदपि षष्ठमाध्याये चतुर्थपाठे अस्ति. अनन्तरं युनोयन् मध्ये अपवादाः पठिताः खलु, मध्ये एव अपवादाः. इदानीम् अचोन् इति परसूत्रमस्ति, सार्वधातुक आर्धधातुकयोः परसूत्रमस्ति. एतत् युनोयन् इति मध्ये अस्ति. अपवादाः पठितः, पूर्वमपि न कार्यं नास्ति, परमपि न, बलवत् भवति. युनोयन् एव बलवत् भवति इति स्पष्टीकरणार्थम् अत्र दत्तवन्तः. अनिल् महोदय पठतु इदानीम्. इतः पर्यन्तं किञ्चित् क्लेशः अस्ति वा? न महोदय. यत्र आयाति तदेव अत्र स्पष्टीकरणार्थं पुनरपि पुनरपि तत्र दत्तम्. अस्तु, अग्रे अपि एतदेव पठतु. मध्ये अत्र टङ्कनदोषः अस्ति महोदय. मध्ये मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः बलेन इनोयण् इति अपवादभूतसूत्रं यत् मध्ये वर्तते तत् पूर्वान् विधीन् एव बाधन्ते न उत्तरान् इति कृत्वा अचि स्नुधातु भ्रुवां यवोरि युङ् पङ् मङ्गौ इति सूत्रस्य इयङादेशम् एव बाधते न तु परसूत्राणां कार्यम् इति कृत्वा इणो यण् इति विधिः परयोः गुणवृद्धयोः न बाध्यते. अर्थात् इणो यण् इति विधिः अचोनिति सार्वधातुकार्धधातुकयोः चेत् अनयोः अपवादः नास्ति, अतः एव अयनम् आयकः इति रूपं लभ्यते. अचोनिति इति सूत्रं किं वदति? वृद्धिः एव भवति. सार्वधातुक अर्धधातुकयोः किं वदति? गुणः भवति. इदानीम् इनो यन् इकः स्थाने यनादेशः इति विधिः अचोनिति सार्वधातुक अर्धधातुक अनयोः अपवादः नास्ति. एतत्तु पूर्वसूत्रमस्ति इनो यन्. वयं दृष्टवन्तः पूर्वान् विधीन् बाधन्ते न उत्तरान्, पूर्वविधिः एव बाधन्ते, उत्तरविधिः न बाधन्ते इति वयं दृष्टवन्तः. परन्तु अत्र तु अचोयिनिति इति सप्तम अध्याये अस्ति, सार्वधातुक अर्धधातुकयोः इति सप्तम अध्याये अस्ति, परन्तु युनो यन् इति बलवत् भवति अत्र प्रतिपदोक्तत्वात् बलवत् भवति, अतः एव युनो यन् इति कार्यं करोति. अतः एव अयनम् अनन्तरम् आयकः इति अत्र युवोरणाकौ इति सूत्रेण इतोपि स्पष्टीकरणार्थम् एतदपि अत्र दत्तं. शान्ता पठतु. अचोङ्यति अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति यति यति प्रत्यये परे येन विधिष्य दन्तस्य इत्येन अजः अङ्गस्य नाम न केवलम् अच् इति अङ्गस्य अपि तु अजन्तस्य अङ्गस्य अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः न्यौ इत्यौ यस्य यत् तत् नित् तस्मिन् इति द्वन्द्वगर्भबहुव्रीहिसमासः अचः षष्ट्यन्तम् इति सप्तम्यन्तं विपरमिदं सूत्रं वृद्धे वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य विकारः अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य वृद्धिः इति. अत्र अचोनिति इति सूत्रं किं वदति चेत् वृद्धिः एव. अकारः अस्ति चेत् आकारः, ह्रस्ववर्णः अस्ति चेत् दीर्घवर्णः भवति. येन विधिः तत् अन्तस्य अन्तिमवर्णस्य एव भवति. अत्र इतोपि अन्तिमवर्णस्य सूत्रम् इतोपि अस्ति अलोन्तस्य अल्वर्णः अन्त्यस्य येन विधिः तदन्तस्य अनन्तरम् अलोन्तस्य. एतत् सूत्रं तु अचोनिति इति स्पष्टीकरणार्थम् अत्र आगत्य कार्यं करोति. येन विधिः यत्र विधिः भवति तत् अन्तस्य अल्वर्णस्य अन्त्यस्य इति अन्तिमवर्णस्य एव अत्र वृद्धिः भवति इति अचोनिति सूचयति. इदानीम् अत्र मृजेर्वृद्धिः इति वयं दृष्टवन्तः पूर्वं मार्ज् ऋकारस्य स्थाने अर् आदेशः भूत्वा मार्ज् इति भवति. एतत् मृजेर्विधिः सूत्रं मृज् धातोः एव भवति, अन्य कुत्रापि न भवति एव. अनन्त इत्यस्य वृद्धिः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः भवति. अनन्तरम् अत्र अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य अचिवर्णः अस्ति चेत्, वृद्धिः निति परे अस्ति चेत् भवति इति. अत्र गीता भगिनी पठतु सर्वदातक. आं भगिनि, सार्वधातुक आर्धधातुकयोः इगन्त अङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे. सार्वधातुकश्च आर्धधातुकश्च तयोः इतरेतरद्वन्द्वसमासः. सार्वधातुक आर्धधातुके तयोः सार्वधातुक आर्धधातुकयोः सार्वधातुक आर्धधातुकयोः सप्त्यन्तं सप्तम्यन्तम् एकपदम् इदं सूत्रम्. मिदेर्गुणः इत्यस्य गुणः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस् अधिकारः. इको गुणवृत्तिः इत्यनेन परिभाषासूत्रेण इक् स्थाने भवति यत्र स्थाने न उक्तम्. येन विधि तदन्तस्य इत्यनेन इकः अङ्गस्य इत्युक्ते न केवलम् इक् इति अङ्गम्, किन्तु तादृशम् अङ्गम् यस्य अन्ते इक् अलोन्त्यस्य इत्यनेन अङ्गस्य स्थाने गुण आदेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुण आदेशः. अनुवृद्धिसहितसूत्रम् इकः अङ्गस्य गुणः सार्वधातुक आर्धधातुकयोः. अत्र वयं जानीमः सार्वधातुक आर्धधातुकयोः इति इगन्त अङ्गस्य गुणः भवति इति वक्तुं शक्यते, परन्तु इको गुणवृद्धि इति सूत्रं परिभाषासूत्रम् आम् परिभाषासूत्रमेव. एतत् सूचयति परिभाषा इत्युक्ते नियमः सूचयति कुत्र आगन्तव्यम् इति, कुत्र गुणः भवति वा कुत्र वृद्धिः भवति वा इति. अत्र सूचनार्थम् एतत् गुणवृद्धि इको गुणवृद्धिः, इकः स्थानि भवति यत्र स्थानि न उक्तम्. सार्वधातुक आर्धधातुकयोः इत्यनेन इगन्त अङ्गस्य इकः गुणः भवति इति तत्र दत्तम्. सार्वधातुक अस्ति वा आर्धधातुक अस्ति वा वृत्तिये परे एव अत्र निमित्तं भवति. इदानीम् इकः इक् स्थानि कुत्र इति न उक्तम्, इकः गुणवृद्धि इति सूत्रम् आगत्य एव स्थानि कुत्र भवति इति तत्र उक्तम्. अत्रापि येन विधि तदन्तस्य इति आयाति. मिदेर्गुणः एकं प्रसिद्धसूत्रमस्ति, अत्र मिद् धातोः गुणः भवति इति. इकः अङ्गस्य इत्युक्ते न केवलम् इक् इति अङ्गं, किन्तु तादृशम् अङ्गं यस्य अन्ते इक् अस्ति चेत् अत्र अलोन्त्यस्य अपि कार्यं करोति. येन विधि तदन्तस्य अलोन्त्यस्य अनन्तरम् अनुवृत्तिसहितसूत्रम् इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इति वयं दृष्टवन्तः. महालक्ष्मी गोदमल अस्ति वा? अचिष्णु धातु ब्रुवाङ् युवोर् इयङ् उवाङ्गौ इदानीं पठतु. स्नु स्क्रीन् वर्षर वा प्रच्यन्तङ्गस्य स्वादिगणस्य अङ्गस्य यथा स्क्रीन् एवर् सुप्रत्ययन्तङ्गस्य स्वादिगणस्य अङ्गस्य यथा न अत्र नास्ति. अचिष्णु धातु ब्रुवाङ् योर्यम् तदपि महोदय सा तदपि पठति. स्क्रीन् सर्या अस्तु सम्यक् अस्ति शान्ता पठितुं शक्यते वा अचि स्नुधात् अचिस्नुतादु भुवां योरि यङ्गु वङ्गौ युवो युवोरि यङ्ग् मया बहुवारं पठितं खलु योरि योरि यङ्गु यङ्गु वङ्गौ युवो युवो यङ्ग् युवोर् यङ्ग् वङ्गौ अचिस्नुधातु भुवां वङ्गौ स्नु प्रत्ययान्ताङ्गस्य स्वादिगणस्य अङ्गस्य यथा शक्नु चिनु इत्यनयोः इकारान्त उकारान्त धातुरूपी अङ्गस्य भ्रूप्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अजादिप्रत्ययो प्रत्यये परे स्नुप्रसङ्गे प्रत्ययग्रहेण तदन्ता ग्राह्याः प्रत्ययग्रहेण तदन्ता ग्राह्याः परिभाषा 23 इति परिभाषया तदन्तविधिः अनेन यस्य अङ्गस्य अन्ते स्नुप्रत्ययः स्यात् तस्मात् इत्यर्थः योः इति विशेषणं धातुशब्दस्य एव यतोहि स्नु प्रत्ययान्ताङ्गं भ्रूप्रातिपदिकं च उकारान्तः एव अतः तत्र यङ् इत्यस्य प्रसक्तिः नास्ति तर्हि धातु इत्येव अविशिष्यते यस्य कृते योः इति विशेषणं योग्यम् येन विधिस्तदन्तस्य इत्ययेन यस्य धातोः अन्ते इकार उकार स्यात् इति अर्थः स्नुश्च धातुश्च भ्रुश्च तयोः इतरेतरद्वन्द्वः स्नुधातुभ्रुवः तेषां स्नुधातुभ्रुवाम् इश्च पुश्च तयोः इतरेतरद्वन्द्वः यु तयोः योः यङ् च वङ् च तयोः इतरेतरद्वन्द्वः इयङ्गु वङ्गौ इयङ्गु अङ्गौ इयङ्गु वङ् अङ्गौ इयङ्गु वङ्गौ अचिसप्तम्यन्तं स्नुधातुभ्रुवां षष्ट्यन्तम् योवोः षष्ट्यन्तम् इयङ्गु वङ्गौ प्रथमान्तम् अनेकपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं योः स्नुधातुभ्रुवाम् अङ्गानाम् इयङ्गु वङ्गौ अचि अत्र वयं दृष्टवन्तः इयङ् इयङ् इकारस्य स्थाने इयङ् उकारस्य स्थाने उवङ् अचि परतः अस्ति चेत् एव एतत् सूत्रं कार्यं करोति इति वयं दृष्टवन्तः जानीमः अपि इदानीम् अत्र प्रत्ययस्नुप्रसङ्गे प्रत्ययग्रहणे तदन्ताः ग्राह्याः एतदपि तद् अन्तः विषये एव ग्राह्यः परिवर्तनं भवति इति एतत् सूत्रं येन विधि तदन्तस्य अपि स्पष्टीकरणार्थम् अत्र आगत्य कार्यं करोति अनुवृत्तिसहितसूत्रं युवोः स्नुधातुभ्रुवङ् अङ्गाणाम् इयङ् उवङ् आदेशः भवति इति वयं दृष्टवन्तः इदानीम् अत्र अन्यत् उदाहरणमपि अस्ति अत्र गीता पठितुं शक्यते वा आं भगिनि पठतु अन्यत् उदाहरणं स्वाङ्ग अच्छोपसर् उपसर्ज सर्जनाद संयोग अभवत् अपदात् स्वाङ्गं यदुपसर्ग यद् उपसर्ग उपसर्जन संयोगोपदं तदन्तात् अन्तात् अदन्तात् प्रातिपदिकात् स्त्रियां विकल्पेन नीष् प्रत्यये प्रत्ययो भवति यस्य उपसर्जनसंज्ञकस्य स्वाङ्गवाचिनः शब्दस्य उपवादायां संयोगः स्यात्, सः शब्दः अदन्तः च स्यात्, तादृशशब्दात् स्त्रीत्वविवक्षायां विकल्पेन ङीष् इति प्रत्ययः विधीयते. त्वम् अङ्गं स्वाङ्गम्, तस्मात् संयोगः उपदा यस्य सः संयोग उपदः असंयोग अपदस्तस्मात् स्वाङ्गात् पञ्चम्यन्तं च अव्ययपदम्, उपसर्जनात् पञ्चम्यन्तम् असंयोगपदात् पञ्चम्यन्तम् अनेकपदम् इदं सूत्रम्. अन्यतो ङीष् इत्यस्मात् ङीष् इत्यस्य अनुवृत्तिः, अजाद्याष्टाप् इत्यस्मात् अतः इत्यस्य अनुवृत्तिः, अस्वाङ्गपूर्वपदात् वा इत्यस्मात् वा इत्यस्य अनुवृत्तिः, ज्ञाप्रातिपदिकात् प्रत्ययः परश्च स्त्रियाम् इत्येतेषाम् अधिकारः. अनुवृत्तिसहितसूत्रम् उपसर्जनात् असंयोग उपदात् स्वाङ्गात् अतः प्रतिपदिकात् च प्रत्ययः परश्च स्त्रियां ङीष्व. अत्र स्त्रीलिङ्गविषये अत्र ङीष् ङीष् टाप् टाप् इति प्रत्ययम् आगत्य कार्यं करोति. एतत् विषये अत्र किञ्चित् दत्तं. ङीष् इति प्रत्ययमपि अस्ति, अजादि यतश्टाप् इति अत्र टाप् प्रत्ययमस्ति, टाप् डाप् इति. अनन्तरम् अत्र स्वाङ्गं स्व अङ्गं यद् उपसर्जनसंयोगः, उपसर्जनम् असंयोगः. संयोगः इति वयं स्नु धातु स्वीकुर्मः चेत् स्नु अत्र शकारः अनन्तरं नकारः अनन्तरम् उकारः अस्ति खलु, स्नु इति आणुपूर्वीकृतं चेत् अतः तत्र संयोगः भवति. इदानीं ची इति धातुः स्वीकुर्मः चेत् अनेकात् अस्ति, परन्तु अत्र संयोगः नास्ति, असंयोगः संयोगः इति अत्र द्रष्टव्यम्. संयोगः इत्युक्ते वर्णः एकं नास्ति, द्वौ वा त्रीणि वा अस्ति चेत् एतत् संयुक्ताक्षरमिति वक्तुं शक्यते खलु, तदेव अत्र संयोगः. मनसि स्थापयतु, अहं पृच्छामि संयोगः इत्युक्ते किम्. उदाहरणं स्नुदातु. असंयोगः इत्युक्ते किं, संयोगः नास्ति, वर्णं एकमेव अस्ति, वर्णः एक एव अस्ति, एकः एव अस्ति, एतत् असंयोगः. संयोगः अस्ति चेत् वर्णं द्वौ वा त्रीणि वा भवन्ति. मनसि स्थापयतु, अहं पृच्छामि एतत् विषये संयोगः इत्युक्ते किम्, असंयोगः इत्युक्ते किम्, अहं पृच्छामि एव अन्य वर्गे. इदानीमत्र अन्यत् उदाहरणं स्वाङ्ग, अत्र एतत् विषये वयम् अग्रिमवर्गे द्रष्टुं शक्यते एव. बृहत् अस्ति अत्र, झटिति न वक्तव्यमेव. किमर्थं चेत् अत्र ङीष् इति स्त्रीलिङ्गप्रत्ययमस्ति. अनन्तरम् अत्र टाप् डाप् इति अपि अस्ति, एतत् स्त्रियाम् इति सूत्रमपि अस्ति. किञ्चित् एतत् विषये झटिति न वक्तव्यम्, अदन्तः अस्ति चेत् कार्यं भवति इति. अस्वाङ्ग पूर्वपदात् वा, पूर्वपदमस्ति चेत् अस्वाङ्ग स्वाङ्ग स्व अङ्गं स्वाङ्गमिति भवति. अत्र उपसर्जनम् इत्युक्ते किम्, एतत् समीचीनतया द्रष्टव्यमेव, अतः झटिति न गन्तव्यम्. अनिल् महोदय, अन्तिममङ्गलश्लोकं वदतु. जानाति वा? ओम् ओम् सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते, पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्ति शान्ति शान्तिः। प्रश्नः अस्ति चेत् लिखतु, अग्रिमवर्गे पृच्छतु, वयम् अत्र इतोपि स्पष्टीकरणार्थं पठितव्यमेव, झटिति न कर्तव्यम्। अस्तु, सर्वेभ्यः नमस्कारः, धन्यवादः, धन्यवादः, धन्यवादः, धन्यवादः, धन्यवादः।